नमस्कारः सर्वेषाम् अस्माकं पाणिनीयव्याकरणवर्गे स्वागतम्. आर्धधातुकप्रकरणे ऋट् लकारः इति पाठः. तत्र वयं भुआदिगणात् आरभ्य क्रयादिगणपर्यन्तं सर्वेषाम् अजन्तधातूनां ऋट् लकारस्य रूपसिद्धिः इति गतपाठे दृष्टवन्तः. तत्र प्रथमम् आसीत् अजन्तधातुः खलु, अतः आकारान्तः एजन्तधातवः. तत्र सामान्यः अस्ति चेत् अत्र किमपि कार्यम् इति विशिष्ट कार्यं किमपि नास्ति. आकारान्तदातवः सर्वे एकाचः आकारान्तदातवः अनिटः, अतः तत्र दास्यति इति एव रूपं भवति. दास्यति, दास्यते. दरिद्रा इति धातुः अनेकाच् अस्ति, अनेकाच् दातवः सर्वे सेकः इति वयं जानीमः. तत्र एकं वार्तिकमपि आसीत्, दरिद्रातेः आर्धधातुके विवक्षिते आलोपे वाच्यः, अनेन अकारलोपः, दरिद्रा इत्यस्य अकारलोपः भवति. सा धातुः तु अनेकाच्, अतः सेट् इष्यति, दरिद्र इष्यति, दरिद्रिष्यति इति रूपम्. सो सामान्येषु एकाच् अनेकाच्, अनेकाच् तु सेट्. एजन्तदातवः आदेश उपदेशेशिति इति सूत्रं. तत्र तु धेयोगः स्यति, धायोगः स्यति, दास्यति. तत्र एजन्तः अस्ति अनितः, अतः ध्यास्यति इति रूपं, दास्यति इति रूपम्. ईकारान्तदातवः तत्र सामान्य ईकारान्तदातवः, तत्र तु सार्वधातुक अर्धधातुकयोः इति सूत्रेण गुणः भवति. श्री इति धातुद्वयं त्यक्त्वा तत्र सर्वे अन्ये इकारान्तदातवः अनितः. सो जी योगः स्यति इति चेत् तत्र सार्वधातुक अर्धधातुकयोः इत्यनेन गुणः. जे स्यति आदेशप्रत्ययोः इत्यनेन षत्वं. जेष्यति चेष्यति इति रूपम्. अध्येष्यति इति अपि दृष्टवन्तः. श्री श्वी इति धातु इति सेटौ, अतः श्रीयोगः इष्यति. तत्रापि गुणः तु भवति एव, श्रेय इष्यति, एचोयवायावः श्रयिष्यति, श्वयिष्यति इति रूपम्. अनन्तरं तत्र डूमिङ्ग् प्रेक्षणे मिनाति मिनोति दीन्यां लपि च इति सूत्रेण तत्र अन्त्यस्य अलहस्थाने आकारादेशः भवति इति दृष्टवन्तः. अत्र तु डुमिङ्ग् योगः स्यति, मी योगः स्यति. तत्र गुणः भवति, तत्र तु गुणप्रसक्तिः भवति. अनन्तरं तत्र यदा गुणः भवति मीनाति मिनोति दीङ्गां लपि च इत्यनेन इत्यस्य अन्त्यस्य अलहस्थाने आकारात् आदेशः भवति. एच् निमित्तषित् भिन्नप्रत्ययस्य विषये, अतः मास्यति. गुणप्रसक्तिः इति कारणेन अत्र मीनाति मिनोति दीङ्गां लपि च इति सूत्रस्य प्रसक्तिः. तत्र अन्त्यस्य अलहस्थाने आकार आदेशः, अतः मास् इति रूपं भवति. ईकारान्तदातुः, ईकारान्तदातवः तत्रापि सामान्यः, सामान्य ईकारान्तदातुषु किं भवति यदा अपेक्षितं, तत्रापि सार्वधातुक अर्धधातुकयोः डीङ् शीङ् इति धातुद्वयं त्यक्त्वा, तत्तु अस्माकम् आवल्याम् अस्ति इति कारणेन अन्ये सर्वे तु अनितः. नी योगः स्यति, सार्वधातुक अर्धधातुकयोः इकन्तस्य इकः गुणः भवति. ने स्यति, नेष्यति इति अपदान्त आदेशरूपी प्रत्यावयव वा सकारः अस्ति चेत् तस्य सकारस्य स्थाने षकारादेशः. नेष्यति, वेष्यति, क्रेष्यति इति रूपम्. सो इदानीं त्यक्तवन्त धातु डीङ् शीङ् खलु, तद् तु सेट् आवल्याम् अस्ति. टीङ् योगः इष्यते आत्मनेपदी धातु सार्वधातुक अर्धधातुकयोः. टे इष्यते एचोयवायवः डयिष्यते शयिष्यते इति रूपम्. अनन्तरं दीदी वेवि, एतत् गतपाठे दृष्टं. दीदी वेवि इति द्वौ धातु अनेकाच्, अतः सेट् सेटौ दीदी वेवीताम् इति सूत्रम्, दीदी वेविङ् इति धातोः इट् इति आगमस्य च, येषां गुणवृद्धिः च न भवतः, अनेन सूत्रेण गुणवृद्धिः बाधितः. ई वर्णयोर् दीदी वेव्योः इति अग्रिमं न 7453 इति सूत्रम्, यकारादि च इकारादि च प्रत्यये परे दीदी वेवी धातोः ईकारस्य लोपः भवति. सो इदानीं तत्र प्रक्रिया दीदीयोगः इष्यते सार्वधातुकार्धधातुकयोः इत्यस्य गुणप्रसक्तिः, तस्य दीदी वेवीटाम् इत्यनेन गुणनिषेधः, दीदीयोगः इष्यते. इदानीं तत्र यकारादि इकारादि प्रत्यये परे खलु, अतः ई वर्णयोर् दीदी वेव्योः इति सूत्रेण ईकारलोपः भवति, दीद् इष्यते दिदिश् दी दिश्यते इति रूपं, वे दिश्यते इति रूपम्, तत्र गुणः न भवति. ई वर्णयो दीदी वेव्योः इत्यनेन धातोः ईकारलोपः अपि भवति, तदेव स्मर्तव्यं दीदी वेविताम् इति सूत्रेण. अनन्तरं तत्र मीनाति मिनोति इत्यत्र धातुद्वयं त्यक्तम् अस्माभिः खलु, तत् मीङ् हिंसायां दीङ् क्षये इति धातुद्वयं, तत्रापि किं भवति, मीङ् योगः स्यति. मीनाति मिनोति इत्यस्य तु प्रसक्तिः अस्ति, अलहस्थाने आकार आदेशः भवति, प्रमास्यति इति रूपम्, उपधास्यते इति रूपं, दीङ् खलु, अत्रापि गुणस्य प्रसक्तिः अस्ति इति कारणेन तत्र मीनाति मिनोति दीङ्गां लपि च इत्यनेन आस्त्वं, पधास्यते, प्रमास्यति इति रूपद्वयम्. लिङ्ग् शेषणे इत्यत्र तु विभाषा लीयते इत्यस्य भवति एच विषये, अतः ली योगः स्यते, ले अनन्तरं विभाषा लीयते इत्यनेन आत्वं, लास्यते इति एकः एकस्मिन् पक्षे, आत्वभावे लेष्यते इति रूपम्. सामान्य ऊकारान्तधातुः कृतवन्तः खलु, अतः तत्रापि यदा अपेक्षित सार्वधातुकार्धधातुकः योगो, यूरु नु सृ श्रु स्नु धातून् त्यक्त्वा अन्ये सर्वे एकाचः उकारान्तधातवः अनिचः इति. तत्र एतत् कृतं वा अस्माभिः, तत् न स्मरामि कृतम् इति चिन्तयामि, न कृतम् इति चिन्तयामि. धातोः रूपं पूर्व महोदय तस्मात् आरम्भं करोतु, पूर्वरूपं साधितवन्तः. नमस्ते भगिनि, पठामि वा? आम् आम् आम् महोदय. उकारं दातवः, सामान्याः उकारं दातवः, अत्र गुणकार्यं भवति यथा अपेक्षितं सार्वधातुकार्धधातुकयोः इति सूत्रेण, यूरुनु स्नुक्षु स्नु इति एतान् धातून् त्यक्त्वा अन्ये सर्वे उकारान्तेका च दातवः अनिटः. हू धातुः अस्ति इदानीं, हू धातुः एतत् सामान्यधातुः अस्ति, तर्हि तत्र अनिट् अस्ति इति कृत्वा हू उपयोग गच्छति, सार्धत्कार्धकः इत्यनेन गुणः हो भवति, हो योगस्यति, इण्कोहितेन होष्यति इति भवति, होष्यति. तथैव ध्रुधातुः अस्ति, ध्रुवादौ गतौ घटि द्रवति, ध्रुवति द्रोष्यति इति भवति, तत्रापि गुणः अनन्तरं षत्वं द्रोष्यति इति अस्ति. अग्रे करणीय करोमि. षट् षट् सेटः उकारं दातव, यूरुनु स्नु क्षु स्नु एते दातव सेटः, यू योग इदानीं सति, अत्र इरागमः भवति, तत्र इष्यति इति उ इष्यति, अग्रे तत्र गुणः भवति, यो भवति, यो यो अनन्तरं तत्र यचोयवयावः इत्यनेन तत्र यविष्यति इति भवति, अव इति आदेशः, यविष्यति, एवमेव रविष्यति, नविष्यति, स्नविष्यति, क्षविष्यति, अनन्तरं स्नु खलु, स्नविष्यति इति रूपाणि स्नविष्यति इति सम्यक्। आम् एतद् न कृतवन्तः सम्यक्। आम् आं महोदय सम्यक्। अग्रे प्रायः अरुणा भगिनी, उकारान्तकुटादिदातवः उकारान्तकुटादिदातवः गाङ्कुटादिभ्यो नित् सूत्रं सूत्रम् अस्ति, सूत्रेण गाङ्कुटादिभ्यो नित् किङ् धातोः स्थाने यः गाङ् धातुः तस्मात् च कुटादिगणेभ्यः धातुभ्यः नित् भिन्नप्रत्ययः निद्वद्भवति। कुटादिगणे पञ्चत्रिंशत्तमं धातवः सन्ति, सर्वे धातवः तुदादिगणे सन्ति, कुट आदि येषां ते कुटादयः बहुव्रीहिः, गाङ् च कुटादश्च ते गाङ्कुटादयः तेभ्यः कुटादिभ्यः, च न च तयोः इतरेतरद्वन्द्वः, णौ इति तस्य सः नित् भूव्रीहिः, न निजन् निनत् अनिनत् दन्तगर्भो बहुव्रीहिः। सूत्रस्वयं सम्पूर्णं गाङ्कुटादिभ्यः अनिङ्नत् इत् गाङ्कुटादिभ्यः सूत्रं वदति, प्रथमम् इङ् धातुस्थाने गाङ् धातुः आदेशः भवति सूत्रेण, तदनन्तरं नित् भिन्नप्रत्ययः निद्वद् भवति। केन के के धातवः इति चेत् कुटादिगणे पञ्चत्रिंशत्तं धातवः सन्ति, से सर्वे तुदादिगणे अपि अस्ति, अत्र गुण न भवति, निद्वत् भवति, अतः गुणनिषेधः भवति। सूत्र स्वयं सम्पूर्णं गाङ्कुटादिभ्यः अनिनत् रुटि सिद्धतिङ् प्रत्ययाः सर्वे नित् भिन्नाः चतः गाङ्कुटादिभ्यः धातुभ्यः एते सर्वे नित्वद् भवति, ततः सर्वे किन्निति च इति सूत्रे गुणनिषेधः भवति। वयं जानीमः तदेव किन्निति, वयं जानीमः यः प्रत्यय गित् कित् अथवा नित् अस्ति, अपि च तस्मात् प्रत्ययात् पूर्वं तस्य एव प्रत्ययस्य कारणतः एकः स्थाने गुण वा वृद्धि वा भवति स्म। अनुवर्तिसूत्रम् अनुवृत्तिसूत्रं वदति, न धातोर् क्षम्यतां किन्निति च एकः गुणवृद्धि न। अत्र उदाहरणानि दत्तं, गु परिश्लेषणार्गे सर्गे परिशेषार्गे परिशोत्सर्गे परिशोत्सर्गे पुरुषोत्सर्गे गु धातु गुयुगस्यति गुस्यति एव भवति, गणना भवति, ध्रुगतिस्त्यौ वयोः स्त्योर्वयोः धूयोगः स्यति, अत्रापि वर्णमेलनमेव गुणनिषेधः, खुङ् शब्दे कुयोगस्यते कुष्यते भवति, सर्वत्र आदेशप्रत्ययोः भवति, पूर्णमपि पठतु भगिनि। पूर्णधातुः विभाषेर्णोः विभाषेणोः ऊर्णुधातुतः विधीयमानः विधीयमानाः इडादिप्रत्ययः विकल्पेन निद्वद्भवति. विभाषाप्रत्य पदमान्तम् ऊर्णौ पञ्चमन्त्यं द्विपदमिदं सूत्रं विजयित् इत्यस्मात् इत् इत्यस्य अनुवृत्तिः गाङ्कुटादिभ्यो इत्यस्मात् निट् इत्यस्य अनुवृत्तिः अनुवृत्तिः सूत्रम् ऊर्णोः इट् नित् विभाषा. अत्र ऊर्णुधातु विशिष्ट सूत्रमस्ति विभाषोर्णोः. अत्र ऊर्णुधातुतः ईतागम विधेय विधेयं विधीयमान अस्ति. अप् तत्र विकल्पेन निद्वद् भवति. सामान्यतया इट् अस्ति चेत् गुणः भवति, परन्तु अत्र विकल्पेन निद्वद्भवति, गुणनिषेधः भवति. यथा ऊर्णु युग इष्यति इता विकल्पेन निद्वद् अतः किनिति चायतनेन एकस्मिन् पक्षे गुणनिषेधः. ऊर्णु इष्यति अचिष्टधातुर्भ्रुवां युवोर्युवङ्गौ इत्यनेन उकारान्तधातुः रूपी अङ्गस्य उकारस्वस्थाने उवङ् आदेशो भवति. अजादिप्रत्यये परे ऊर्णुविष्यति आदेशप्रत्यये चेत् षत्वं भवति. निद्वत् न भवति चेत् ऊर्णु युग इष्यति सार्वधातुक आदुधातुकेन गुणः भवति. ओर् ऊर्णौ युग इष्यति यचो यावयवः इत्येन ऊर्णविष्यति ऊर्णविष्यति भवति. अत्रापि सत्वं भवति, सम्यक् भवति. समीचीनं. तत्र तु इष्यति इकारस्य कारणेन सत्वं भवति, न तु उकारस्य कारणेन. समीचीनं भगिनि, सम्यक्, धन्यवादः. उषा भगिनी, ऊकारात् ददातु. ऊकारान्तधातवः सामान्याः ऊकारान्तधातवः. अत्र गुणकार्यं भवति यथा अपेक्षितं सार्वधातुक आर्धधातुकयोः इति सूत्रेण. इडागमपाठे सर्वे ऊकारान्तधातवः सेटः इति अधीतवन्तः. भूयोगः इष्यति सार्वधातुक आर्धधातुकयोः गुण. भोयोगः इष्यति यचोयवायावः भविष्यति. पूयोगः इष्यति सार्वधातुक आददातुकयोः गुणः. पोयोगः इष्यति येचो अयवायावः भविष्यति. वस्तुतस्तु चत्वारः ऊकारान्तदातवः वेटः इत्यपि ज्ञातवन्तः वेट् धातुपाठे. एते चत्वारः वेट् धातवः सन्ति द्वौ धू धातु धूञ् कम्पने स्वादौ स्वादिगणे क्रयादौ च. द्वौ सू धातु शूङ् प्राणिगर्भविमोचने अदादिगणे. शूङ् प्राणिप्रसवे दिवादिगणे. अर्थः समानः एव. शू सू धातु डिफ्रेण्ट् गण. धू धातु अपि अर्थः समानः. स्वादौ क्रयादौ. ओके ओके अस्तु. कम्पने धू विधूनने धू विधूनने धूञ्च् कम्पने. ओ दिस् विधूनने अपि कम्पने एव वा? अस्तु. धू विधूनने धूञ् कम्पने चुरादि चुराति चेति द्वौ धातु सेटौ. ओ अस्तु. सो धूञ्ज् डिफ्रेण्ट् फ्रम् धू विधूनने. धूञ्च् कम्पने स्वादौ क्रयादौ अपि च द्वौ धातु चुरादि अपि अस्ति. धूञ्च् कम्पने चुरादि चेति द्वौ धातु सेटौ. ओके. इडादिपक्षे धूयोगः इष्यति धूयोगः इष्यति. वेट् सूत्रं किं भगिनि? स्वरति सूयति. ओ स्वरति सूति सूयति. गूञ्जूदितो वा ऊदितो वा संथिङ्ग् लैक् देट् दट्स् वन् आफ् द मेन् सूत्र अस्तु अस्तु 7 to 40 something kalu 7 to 44 swarati suti radadibhyah then nirah koshah okay idadi pakshe dhu yogah ishyati gunah dho yogah ishyati yecho evayavah dhavishyati evameva su yogah ishyati अनिडादिपक्षे एवमेव सुयोगः इष्यति सुयोगः इष्यति गुण सोयोगः इष्यति देन् सविष्यति अनिडादिपक्षे धूयोगः स्यति सार्वधातुकार्धधातुकयोः गुणः धोयोगः स्यति इडागमः नास्ति धोष्यति एवमेव सुयोगः स्यति गुण भवति सोयोगः स्यति सोष्यति अस्तु कुटादिधातवः कुटादिगणे नू सेव नू नू स्तवने धू विधूनने इति द्वौ धातु द्वौ ऊकारान्तदातवः स्तः द्वौ अपि सेटौ द्वयोः अपि कुटादिगणीयत्वस्य गुणनिषेधत्वात् उवङ्ग् आदेशः कुटादिगणीयत्वात् तत्र गुणनिषेधः अस्तु अस्तु अस्तु बट् सेटौ द्वयोः अपि कुटादिगणि कुटादिगणि प्रायेण कुटादि बट् भगिनि प्रायेण तुदादिगणः खलु तुदादिगण गुण अपि नास्ति खलु तुदादिगणीयः वा मिन् न न बट् अत्र ऐ गेस् दट् डसन्ट् म्याटर् स्य इति अस्ति इत्यनेन अस्तु कुटादिगणे नू स्तवने धू विदूनने इति द्वौ ऊकारान्तदातवः स्तवः द्वौ अपि सेटौ ओके ओ सेट् द्वयोः अपि कुटादिगणीयत्वस्य गुणनिषेधत्वात् ओके उवङ्ग् आदेशः ओ अस्तु नूयोगः इष्यति सो उकारान्तदातवः गुणा नास्ति परन्तु अतिदेशसूत्रेण बुबङ्ग् आदेशः वा गुणनिषेधत्वात् कुटातिगणीयः इत्यनेन कुटातिगणीयः इत्यनेन गुणा नास्ति ओके उवङ्ग् आदेशः काङ्कुटादिभ्यो इत्यनेन न भवति इति चिन्तयामि काङ्कुटादिभ्यो इत्यनेन एव भगिनि आम् एतद् इति आर्धधातुकप्रत्ययः गुणप्रसक्तिः एव नू इति धातुः खलु नू सो नू इति स्तवने कुटादिगणे अस्ति तुदादिगणीयः एव यदा भवती उक्तवती तुदादिगणीयधातुः एव नू इति नुवति इति रूपं कर्तरि लट् तत्र तु नुवति इति तत्र अचिष्णुदातु ब्रुवामि अचिष्णुदातु ब्रुवाम् अस्तु नू योगः इष्यति नुविष्यति नू धातोः नकारः भवति आदिमवर्णात् अस्ति इत्यनेन अनन्तरं अचिष्णुदातु ब्रुवामेव ओके नू योगः इष्यति इष्यति नुविष्यति दन्त्यनकार ओके धूयोगः इष्यति धूयोगः इष्यति तत्रापि गुणा नास्ति सो दुविष्यति न न दुविष्यति सार्वधातुकाददातु गुणप्रसक्तिः निषेधः अनन्तरम् अचिष्णुदातु ब्रुवां सो उवङ्ग् आदेशः उवङ्ग् आदेशः इत्यनेन दीर्घ ऊकार ऊकार भवति ओके उवङ्ग् आदेशः ओके सो नुविष्यति यथा नुविष्यति तदा एव परन्तु एतद् कुटादिगणे नास्ति चेदपि तत्र गुणनिषेधः भवति एव खलु तुदादिगणे नास्ति चेदपि कुडादिगणे अस्ति इत्यनेन ङित्वत् भवति खलु भगिनि द अदितेशसूत्र द गाङ्कुटादिभ्यो ङित् इत्यनेन ङित्वत् भवति इत्यनेन एतत्तु तुदादिगणे एव अस्ति खलु तत्रापि तुदादिगणे बट् दट् इस् फार् लट् खलु दिस् इस् तादृशं सार्वधातुक आर्धधातुकप्रत्ययः इति कारणेन गुण गुणम् अस्ति गुण भवितुम् अर्हति परन्तु ङित्वत् भवति गाङ्कुटादिभ्यो इत्यनेन अस्तु अथवा यथा कुटादिगण गणत्व एतत् सूत्रं नास्ति चेत् काङ्कुटादिभ्यो ङित् नास्ति चेत् तत्र गुणस्य प्रसक्तिः अस्ति एव प्रसक्तिः अस्ति अस्तु अस्तु अस्तु सो नू योगः इष्यति गुणप्रसक्तिः परन्तु ङिति च इत्यनेन गुणनिषेधः नू योगः इष्यति अचिष्णुधातु ब्रुवामि वोर्यङ् उवङ्गौ इत्यनेन अजादिप्रत्यये परे उवङ् आदेशः सो उकारस्य स्थाने उकारवकार नुविष्यति अस्तु एवमेव द्विष्यति अचिष्णुधातु ब्रुवां वयं जानीमः श्नुप्रत्ययान्त अङ्गस्य इकारान्त उकारान्त धातुरूपी अङ्गस्य भूप्रातिपदिकस्य च येषां ईकारस्य उकारस्य स्थाने क्रमेण ईयङ् उवङ् च आदेशः भवति अजादिप्रत्यये परे अनन्तरं भ्रू धातोः वच् इति धात्वादेशः भ्रूयोगः स्यति भ्रुवो वचि इत्यनेन भ्रुवो वचिस् वचिर् आदेशः भवति आर्धधातुकविषये वच् योगः स्यति चोः कुः इत्यनेन च वर्गस्य स्थाने क वर्ग आदेशः भवति जलादि जलिप्रत्यये परे वच् योगः स्यति वक्ष्यति सो भ्रुवो वचि अपि परिचयमेव भ्रुवो वचिर् आदेशः भवति आर्धधातुकविषये इकारः उच्चारणार्थः अस्तु भ्रुवः षष्टि एकवचनं वचिः प्रथमा एकवचनं वचिः प्रथमा एकवचनं द्विपदमितं सूत्रम् आदधादुके इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं भ्रुवः वचिः आर्धधातुके समीचीनं प्रायः अरुणा भगिनी महोदय किं पठामि भगिनि ऋकारान्तदातवः सामान्यऋकारान्तदातवः अत्र गुणकार्यं भवति यत् यत् अपेक्षितं सार्वधातुक आर्थधातुक इति सूत्रेण वृङ् वृङ् इति द्वौ धातु सेटौ तृ धातुः वेट् एतान् त्रीन् धातुना धातूना विहाय अन्ये सर्वे एकाचः ऋकारान्तदातवः अनिटः परन्तु रुद्धनोहोस्ये इत्यनेन सर्वे ऋकारान्ताः दातवः हन् धातुः च स्याप्रत्यये सेट्ः भवन्ति अस्मिन् स्रुधातु अपि सेट् भवति अतः अन्ततो गत्वा स्याप्रत्ययपरे सर्वे ऋकारान्तदातवः सेट् एव उदाहरणं क्रू युग इष्यति सार्वधातुगुणभूत्वा खर् इष्यति करिष्यति भवति द्रु युग इष्यति सार्वधातुगुणभूत्वा दर्शति धारिष्यति दर्श्यति धरिष्यति भ्रू युग इष्यति सार्वधातुगेन भविष्यति नास्ति भविष्यति रुद्धनो ह्यः पठामि भगिनि दत्सूत्रम् इत्यनेन ऋकारान्ताः धातवः हन् धातुतः स्याप्रत्ययपदे सेटः भवन्ति ऋकारान्तानां धातूनां हन्तेश्च इदागमो भवति इति काशिकायां ऋतौ इत् हन्तेश्च सस्य इत् स्यात् इति सिद्धान्तकौमुद्यम् ऋत् च हन् च तयोः इतरेतरद्वन्द्वः रुद्धनोः दद्धनो तयोः रुद्धनोः जलां जषन्ते जयोः अन्यतरस्यां रुद्धनोः षष्ट्यन्तं पञ्चमते षष्टि स्वे सप्तम्यन्तं षष्ठे सप्तमी द्विपदमिदं सूत्रम् आरुदात्कस्य वलादेः तस्मात् इत्यस्य अनुवृत्तिः अङ्गस्य इति अधिकारः अनुवृत्तिसहितसूत्रमस्ति रुद्धनोः अङ्गयोः रुद्धभ्याम् अङ्गाभ्यां से स्वस्य इट् पठितवन्तः रुद्धनोः से इति उकारान्तधातूनाम् अहन्धातूनां स्याप्रत्ययपरे सेट् भवति सेट् भूत्वा गुण भवति काक्षिकायाम् अतः आल्सो अपि वदति उकारान्तानां धातूनां हन्ते स्या इदागमो भवति इति काशिकायां सिद्धान्तकौमुद्यामपि द्रुतो हन्तेश्च सस्य इत् स्यात् इति सिद्धान्तकौमुद्यां सो वृङ् व्रीं इत्यनयोः विकल्पेन इत् दीर्घत्वं द्रुतो वा इति सूत्रेण रुधातोः ऋकारान्तेभ्यश्च धातुभ्यः इतो वा दीर्घो भवति रु इत्यनेन वृयङ्गो सामान्येन ग्रहणम् वृङ् इष्यते सर्वधातुक आदिधातुकोविन वर् इष्यते वृतो वा इत्यनेन धातोः इतोः वा दीर्घः भवति वरिष्यते वरीष्यते वृञपि सामान्यमेव इष्यति वरिष्यति वरीष्यते आत्मनेपद अस्ति वृयते वरिष्यते वरीष्यते भवति रूपं समानमेव दृश्यते ऋतो वा ऋतो वा वृधातु ऋकारान्तेभ्यश्च धातुभ्य इतो वा दीर्घो भवति अलिटि ऋ इति ऋयङ्गौ ौ सामान्येन ग्रहणं तस्मात् उत्तरस्य ऋकारान्तेभ्यः ऋकारान्तेभ्यश्च इतो वा दीर्घ भवति इति काशिकायां ऋङ् भ्यां रुदन्तानां तात् च इत् दीर्घो वा स्यात् न तु लिटि इति सिद्धान्तकौमुद्यम् वृत् इत्यनेन वृयुङ्गो सामान्येन ग्रहणं वृश्च ऋश्च तयोः समाहारद्वन्द्वन्द्वौ वृत तस्मात् वृतः वृतः पञ्चम्यन्तं वा अव्ययं द्विपदमिदं सूत्रम् आददातुकस्य इड्वलादेः यस्मिन् विभक्तिपरिणामेन षष्ट्यं षष्ट्याम् इतः इत्यस्य अनुवृत्तिः ग्रहोलिटि दीर्घः इत्यस्मात् अलिटि दीर्घः इत्यनेन अनुवृत्तिः इत्यनयोः अनुवृत्तिः अङ्गस्य अधिकारः अनुवृत्तिसहितसूत्रं वृतः अङ्गात् इतः वा दीर्घः अलिटि ऋतो वा इति सूत्रं वदति ऋकारान्तधातुभ्यः इट् इदागम अस्ति चेत् दीर्घ वा भवति निमित्तम् इट् प्रत्ययः अस्ति अलिटि न तु इन् लिटि लकारे न भवति तदेव भगिनि या सत्यं तदेव वृ इत्यनेन वृङ् वृ वृङ् धातुद्वयं स्वीकरणीयं सत्यं धन्यवादः भगिनि धन्यवादः भगिनि ऋकारान्त अस्तु अस्तु ऋकारान्तधातवः यथा अधीतवन्तः एकनिमिषं भगिनि लास्ट् पेज् क्षम्यतां भगिनि एकनिमिषं नास्ति भगिनि वृद्ध ओके ऋकारान्तदातवः यथा अधीतवन्तः इडागमपाठे सर्वे एकाचः ऋकारान्तदातवः सेटः अतः सर्वत्र इडागमसहित इडागमसहितसिद्धतिङ्प्रत्ययाः संयोजनीयाः अपि च गुणकार्यं भवति यथा अपेक्षितं सार्वधातुकाददातुकयोः इति सूत्रेण तदा यथा दृष्टम् उपरि वृतोवा इत्यनेन सर्वेभ्यः ऋकारान्तेभ्यः धातुभ्यः विधीयमानानां सेट् प्रत्ययानां विकल्पेन इडागमः विकल्पेन दीर्घः भवति तृयोगः इष्यति सार्वधातुक अधधातुकयोः तरिष्यति ओके वृतो वा इत्यनेन ऋकारान्तेभ्यः धातुभ्यः ईटो वा दीर्घः अपि भवति सो तरिष्यति तरिष्यति अपि भवति ईटो वा दीर्घः इत्यनेन धातुभ्यः ईटो वा दीर्घः भवति सो तरिष्यति तरिष्यति अपि भवति तरिष्यति अपि भवति ईडागमः धातुभ्यः ईटः ईटः वा दीर्घः वा सो दीर्घः इत्यनेन ओके तरिष्यति देन् तरिष्यति अपि भवति सो वृतो वा इत्यनेन ईडागमः तरिष्यति श्रूयोगः इष्यति गुण श्रो अनन्तरम् इडागम वृतो वा इत्यनेन श्रुयोगः इष्यति श्रोयोगः इष्यति श्रोयोगः इष्यति श्रविष्यति ऋकारस्य गुणः ओ ऋकारस्य गुणः अर् अर् अर् शर् शर् शरिष्यति शरिष्यति शरीष्यति सत्यम् शरिष्यति शरीष्यति जृयोगः इष्यति अर् जरिष्यति जरीष्यति गृयोगः इर् गरिष्यति गरीष्यति इति सर्वेषाम् अजन्तधातूनां लिट्लकारस्य रूपसिद्धिः समाप्ता भगिनि बहु किमपि अस्ति तत्र नूतनसूत्रमिति किमपि नास्ति अजन्तधातूना तत्र वयं ऋतो वा स्मर्तव्यं तत्र विकल्पेन इतः दीर्घत्वं भवति सामान्येन सार्वधातुकार्धधातुकयोः भवति एव यत्र बाधा नास्ति तत्र भवति एव तत्र कुटादिगणे बाधा अस्ति तत्र गुणनिषेधः भवति एकस्मिन् तत्र पञ्चत्रिंशत् धातवः कुटादयः खलु तत्र तु बाधा भवति सार्वधातुकार्धधातुकयोः इत्यस्य अनन्तरं तत्र ऊर्णु ऊर्णुधातोः तत्र विधीयमान इटादिप्रत्यय विकल्पेन ङित्वत् यदा विकल्पेन ङित्वत् चेत् तत्र अचिष्णुधातु ब्रुवाम् ऊर्णु विष्यति इति एकम् इतोपि एकस्मिन् स्थले वयं दृष्टवन्तः खलु गुणनिषेधः विजय विभाषालीयते मीनाति मिनोति तत्र प्रसक्तिः अस्ति परन्तु आत्वं भवति अतः तत्रापि गुणः न भवति मास्यति प्रमास्यति इत्येव रूपम् अनन्तरं दीदी वेविताम् इत्यत्र वयं दृष्टवन्तः तत्र इडागमस्य बाधा क्षम्यतां तत्रापि गुणवृत्तिबाधनिषेध इट्टागमः अस्ति इट् इति आगमस्य गुणः वृद्धिः च न भवतः अनन्तरं तत्र ह्रस्वत्वम् अपि भवति दिश्यते इत्येव ई वर्णयोः दीदि वेद्योः अन्यत्र सर्वत्र तु भवति एव अन्यत्र बाधा अस्ति दरीदृश्यते तत्रापि आकारस्य लोपः भवति वार्तिकेन नूतनम् इति सूत्रं किमपि न आसीत् अजन्तस्य कृते यद् गतपाठे दृष्टवन्तः तदेव अत्रापि अनुवर्तितमासीत् प्राबब्लि अग्रिम पाठे अपि तदेव आगच्छति इति चिन्तयामि सो कुटादिगणः वि हव् टु रिमेम्बर् अस्तु भगिनि अग्रे पठामि वा हलन्तधातूनां लृट् लकाररूपाणि ओके पुनस्मारणार्थम् उच्यते यत् अलौन्त्यात् पूर्व उपदा इत्यनेन कस्यचित् अपि शब्दस्य अन्तिमात् वर्णात् पूर्वं यः वर्णः तस्य वर्णस्य उपदा इति संज्ञा भवति यस्य धातोः उपधायां लघु अकारः भवति सः धातु अदुपदधातुः इत्युच्यते यथा हन् धातुः गम् धातुः गत् इत्यादयः धातवः यस्य धातोः उपधायां लघु इकारः भवति सः धातुः इदुपदधातुः इति उच्यते यथा भिद् छिद् छित् लिक् इत्यादयः धातवः यस्य धातोः उपधायां लघु उकारः भवति सः धातुः उदुपदधातुः इति उच्यते यथा मुद् शुद् बुद् इत्यादयः धातवः यस्य धातोः उपधायां लघु ऋकारः भवति सः धातुः ऋदुपदधातुः इति उच्यते यथा वृष् कृष् मृष् इत्यादयः धातवः वयं जानीमः ओके भुवादिगणात् आरभ्य क्रयादिगणपर्यन्तं सर्वेषां सेटां हलन्तधातूनां लृट् लकारस्य रूपसिद्धिः हलन्तधातवः आधिक्येन सेटः यथा जानीमः तेषु सेत्सु धातुषु ये इदुपदधातु ये इदुपदाः उदुपदाः ऋदुपदाः च न सन्ति तेषां किमपि अङ्ककार्यं नास्ति ओके शेत्सु धातुषु ये इदुपद उदुपद ऋदुपदा च न सन्ति ओके तेषां किमपि अङ्ककार्यं नास्ति एते सामान्य हलन्तदातवः इति वक्तुं शक्नुमः ओके सो इदुपद उदुपद ऋदुपद च न सन्ति ओके सो ओन्ली फार् दीस् देन् वि हाव् द ओके किमपि तेषां किमपि अङ्गकार्यं नास्ति ओके गुणकार्यं किमपि नास्ति तावदेव एते सामान्य हलन्तदातवः इति वक्तुं शक्नुमः येषां कृते प्रक्रियायां केवलं वर्णमेलनं भवति ओके सामान्य हलन्तदातवः यदा वद् सो अदुपददात् ओके वद् योगः इष्यति वदिष्यति एवमेव पट् योगः इष्यति पठिष्यति मील् योगः इष्यति मीलिष्यति मूष् योगः इष्यति मूषिष्यति ओके विशिष्टाः सेटः अदुपददातवः ओके सो ग्रह् धातुः ओके ग्रह् उपादाने ग्रहोलिटि दीर्घः इत्यनेन ग्रह् धातोः इडागमस्य दीर्घादेशः भवति ओके ग्रह् ओके ग्रह्योगः इष्यति ग्रहीष्यति इदानीमपि वयं दृष्टवन्तः खलु अरुणा भगिनी वास् रीडिङ्ग् ग्रह् धातोः वा न न वाट् डिड् वि रीड् दृ ओ मे बि गृ न वृकारान्त वृतो वा इति वा ओ ओके ओके वृतो वा तदपि बलादि आर्धधातुकस्य इमीडियट्लि इट्स् देर् खलु अस्तु सेवेन् टु तर्टि एय्ट् सो जस्ट् बिफोर् देट् इस् द ग्रहो साक्षात् पूर्वं ग्रहोलिटि दीर्घः इत्यनेन ग्रह् धातोः इडागमस्य दीर्घादेशः भवति. ग्रह् योगः इष्यति ग्रहीष्यति. ग्रहोलिटि दीर्घः एकाच् ग्रह् धातोः इडागमस्य दीर्घादेशः भवति अलिति. केवलम् आददधिकसैद्बलादेः इत्यनेन विहितस्य इडागमस्य दैर्घ्यम् इति महाभाष्ये. ग्रहपञ्चम्यन्तम् अलिटि सप्तम्यन्तं दीर्घः प्रथमान्तं त्रिपदमितं सूत्रम् आददधिकसैद्बलादेः इत्यस्मात् इट् इत्यस्य अनुवृत्तिः विभक्तिपरिणामं कृत्वा इटः इटः ओ इन् द अनुवृत्ति ओके. एकाच् उपदेशे अनुदातात् इत्यस्मात् एकाच् इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रम् एकाचः ग्रहः अङ्गात् इटः दीर्घः अलिटि. एकाचः एकाच् धातु ग्रह् धातोः इडागमस्य ग्रहः ओके ग्रहः अङ्गात् ग्रहः अङ्गात् इटः दीर्घः अलिटि. ओके लिटि नास्ति चेत् दीर्घः भवति ग्रह् धातोः एकाच् ग्रह् धातोः. सो ग्रह् योगः इष्यति ग्रहीष्यति. इडागमः अस्ति दीर्घ तस्य दीर्घत्वं भवति. इडागमस्य दीर्घत्वं महोदय आगतवान् वा? महोदय पठितुं शक्यते वा महोदय? श्रूयते वा? आं श्रूयते. चक्षिङ् धातुः चक्षिङ् धातोः आर्धातुकप्रत्यये परे च्याय् आदेशः. किन्तु अत्र भाष्यकारः वदति यत् ख्यादिः अयम् आदेशः इत्युक्तौ आदेशः क्या न अपि तु चा इति. तदा चत्वेन चा इति तत्र ककारस्य स्थाने ककारः भवति चत्वं भवति चा इति भवति. अपि च पूर्वत्र सिद्धम् इति अधिकारे एकं वार्तिकमस्ति ज्ञायशस्य यव वक्तव्यः इति. अनेन चा इति आदेशस्य शकारस्य विकल्पेन यकारादेशः भवति. यः वा वक्तव्यः इति य इति वक्तव्यः. अतः फलितात् अयं यत् अर्धात्कप्रत्यये परे चक्षिङ्दातव स्थाने क्याय् क्याय् इति द्वौ आदेशौ सिद्धौ. एकवारं क्याय् अपरस्मिन् पक्षे चाय् इति. तर्हि चक्ष्यो गच्छति चक्षिङ् क्याय् इति सूत्रेण तत्र चादिः अयम् आदेशः इति तत्र भाष्यकारसम्मतम्. अतः अनन्तरं तत्र चायशस्य यः वा वक्तव्य इत्यनेन तत्र ख्यास्यति अपि ख्यास्यते अपि च ख्यास्यति ख्यास्यते इति रूपाणि. तत्र एकमस्ति क्षा इति ख्यास्यते ख्यास्यति अपि च ख्यास्यति इति रूपं रूपद्वयम् इत्युक्ते वयं जानीमः तत्र सत्यं. तत्र चक्षिङ् क्याय् इति धातुः अस्ति सूत्रमस्ति. चक्षिङ् क्याय् आदेशः भवति आर्धातुके प्रत्यये आर्धातुके परे इति. तत्र चक्षिङ् क्याय् आर्धातुके इति अनुवृत्ति सूत्रमस्ति. अग्रे अजिधातुः अजेः वि घञ् वि अघञ् अपोः इति अघञ् अपोः इति अजिधातुः वि आदेशः भवति आर्धातुके विषये. तत्र गञ् अपि अप् विहाय तत्र अज् युगस्यति. इदानीं तत्र वि आदेशः भवति अजेर्व्यघञपो इति सूत्रेण वा वि योग स्यति. तत्र सार्धात्कार्धात्क इत्यनेन गुणः अनन्तरं षत्वं वेष्यति इति इन्कोः इत्यनेन वेष्यति. अजेर्वैघञपोः इति सूत्रमस्ति अनुवृत्ति सूत्रमस्ति. अजिधातुः वि इति अयम् आदेशः भवति साक्षात् आर्धातुकविषये. घञ् च अप् च वर्जयित्वा इति अजेः वि अर्धातुक अघञ् अपोः इति सूत्रम्. वेच् धातुः व्यतेः कुटादित्वम् अनसि इति वक्तव्यं व्यतेः कुटादित्वम् अनसि इति वक्तव्यम् इति वार्तिकेन व्यच् धातुतः सर्वे अस्मिन्न कृत् प्रत्ययः नित्वत् भवन्ति तत्र अनस् तत्र अस्मि अनस् इति अनस् इत्युक्ते अस्भिन्नः इति अस्भिन्नः तर्हि स्या प्रत्यय कृत् अस्भिन्न कृत् प्रत्यय प्रति नित्वत् भवति इति तर्हि तत्र स्या प्रत्ययः तिङ् न तु कृत् अतः नित्वत् न भवति तदर्थं व्यच् धातोः स्या प्रत्ययपदे सम्प्रसारणं न भवति अस्तु तत्र नित्वत् खलु कृत्भिन्न अस्भिन्न कृत् प्रत्ययः अस्भिन्न कृत् प्रत्ययः नित्वत् भवति तर्हि स्या प्रत्ययः नास्ति कृत् प्रत्ययः नास्ति अतः नित्वत् न भवति यदि नित्वत् भवति चेत् एव तत्र सम्प्रसारणं भवति तत् न भवति तर्हि तत्र व्यच्योगे इष्यति किमपि कार्यं नास्ति व्यचिष्यति इति रूपम् अस्भिन्न कृत् प्रत्ययाः सो एतत्तु नास्ति खलु कृत् न अस्भिन्न अस्भिन्न अस्ति इति कः प्रत्ययः अस्ति इति अस्ति अस्ति वा प्रत्ययः अस्ति प्रत्ययः तु अस्ति परन्तु कृत् प्रत्ययः अस्ति वा अस्ति अथवा अन्य अन्य किम् अस्ति अत्र त्या इति खलु अस्तु भिन्न अस्ति इति अस्ति इत्युक्ते किम् अस्ति इति प्रत्ययः वा अस्ति प्रत्ययः अस्ति प्रत्ययः अस्ति यस्य अन्ते भवति अस्ति इति प्रत्ययाः इति उक्तं खलु अस्मिन् कृत् प्रत्ययः इत्युक्ते कृत् प्रत्ययः एव खलु अस्ति इति किम् अस्ति असन्ते अस्ति वा असन्तः वा अथवा अस्ति इति कश्चन कृत् प्रत्ययः वा अस्ति इति कश्चन कृत् प्रत्ययः भवेत् अस्मिन् कृत् प्रत्ययः इति उक्तम् प्रत्ययस्य एव नित्वत् भवति इति नित्वत् भवति परन्तु इति विकरणप्रत्ययः अस्ति न तु कृत् प्रत्ययः अस्ति अत्र आवल्या अत्र यद् दत्तम् अष्टाध्यायी डाट् काम् मध्ये अस्ति प्रत्ययः तु न दृश्यते कूपं कथं भवति कोऽपि अस्ति अन्ते अस्ति इति अस्ति वा कोऽपि कस्यापि प्रायः अनसि परन्तु प्रत्ययः इति उक्तं खलु समस्तपदमस्ति भगिनि असे इति 349 इति सूत्रम् अस्ति भगिनि असे इत्यत्र प्रायः असे तत्र एतत् छन्दसि 349 इति दत्तम् छन्दसि छन्दसि एव प्रायः ओ मे बि 349 वा भगिनि 349 इत्यत्र किमपि अन्यत् इति दत्तं तुमर्ते तदेव वा तुमर्ते छन्दसि इति ओ असे असेन् इति अस्ति छन्दसेन् इति अस्ति खलु असेन् इति अस्ति एव भवति तत्र असेन् इति प्रायः तदेव छन्दसि अस्तु अस्तु छन्दसि एव से सेन् असे असेन् से कसेन् इति छन्दसि आमां तदेव अस्ति असे ओ सम्यक् छन्दसि अस्तु अस्तु अस्तु सम्यक् अस्तु अतः तत्र न भवति क्षम्यतां तत्र तु एतत्तु नास्ति खलु तत्र अतः तस्य विषये सम्यक् धन्यवादः महोदय अरुणा भगिनी सेट् इदुपद दातवा सेट् इदुपददातवः पुगन्तलघुपदस्य च इत्यनेन धातोः उपधायां स्थितस्य लघु एकवर्णस्य गुणो भवति किति निति गित् नित् नित् भिन्न सार्वधातुको वा आर्धधातुको वा प्रत्ययः परः अस्ति चेत् सेता लिक् उदाहरणं लिक् इष्यति गुण भुगन्तलघुपदस्य इत्यनेन गुण भूत्वा लेख् इष्यति लेखिष्यति एवमेव मिड् योग इष्यति मेदिष्यति चित् योग इष्यति चेतिष्यति वयं जानीमः पुगन्तलघुपदस्य च पुगन्तस्य अङ्गस्य लघुपदस्य च इकः गुणः भवति सार्वधातुक आर्धधातुके च पदे परे अनुवर्तिसहितसूत्रं पुगन्तलघुपदस्य अङ्गस्य इकः गुणः सार्वधातुक आर्धधातुकयोः विशिष्टशेतः इदुपध धातवः कुटादिगणेय सेत् इदुपध धातुः एकः एव डिप् धातुः गाङ्कुटादिभ्यो नित् इत्यनेन कुटादिगणेभ्यः धातुभ्यः नित् नित् नित् भिन्नप्रत्ययः यद्वत् भवति अतः एभ्यः धातुभ्यः किनिति च इत्यनेन गुणनिषेधः भवति डिप् योग इष्यति डिपिष्यति भवति वयं पठितवन्तः गाङ्कुटादिभ्यो निणि नित्यति इक् इङ् धातोः स्थाने यः गाङ् धातुः तस्मात् च कुटादिगणेभ्य धातुभ्यः नित् नित् भिन्नप्रत्ययः यद्वत् भवति किनिति च वयं जानीमः यः प्रत्ययः गित् कित् अथवा नित् अस्ति अपि च तस्मात् प्रत्ययात् पूर्वं तस्य एव प्रत्ययस्य कारणतः एकः स्थाने परे किनिति गुणः वा वृद्धि वा भवति स्म सः न भवति पठामि भगिनि अत्र विज् धातुः विज् धातुः विज् इट् विज् इट् तदादिगणेय विज् धातुतः ओ विजि भयचलनयोः इत्यस्मात् सर्वे विधीयमानाः इदादिप्रत्ययाः निर्वद् भवन्ति उद्विजिता उद्विजितुम् उद्विजितव्यम् इति किम् उद्वेजनम् उद्वेजनीयम् विजः पञ्चम्यन्तम् इतः प्रथमान्तम् द्विपदमिदं सूत्रम् गाङ्कुटादिभ्यो नीणि नित् इत्यस्मात् नित्तः इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रम् विजः इट् नितः अत्र धातुः अस्ति तुदादिगणीयधातुः विज् धातु यदादिप्रत्यय परे अस्ति चेत् नित्वत् भवति यद्वत् कारणात् गुणनिषेधः भवति विज् युग इष्यति पुगन्तलघुपदश्च चैतन्येन गुण आदेशे प्रसक्तः प्रत्ययः सेट् अतः निद्वत् तस्मात् किञ्चित् चैतन्येन गुणनिषेधः विजिष्यति इति रूपं भवति सम्यक् इति विज इट् सूत्रं पूर्वमपि दृष्टवन्तः विज इट् अस्मिन्नेव पाठे अस्मिन्नेव पाठे आसीत् आदौ भवति इडा इडागमचिन्तने आसीत् विजय इट् सूत्रं सेड् उदुपद अपि पठतु भगिनि सेटः उदुपदा दातवः ये सेट् दातवः उदुपदाः तेषां पुगन्तलघुपदस्य च इत्यनेन उपदा गुणः भवति उदाहरणमस्ति मुद् युग इष्यति मुद् मोद् भवति मोद् युग इष्यति मोदिष्यति भवति एवमेव प्लुष् प्लुष् प्लोष्यति भवति क्रोशिष्यति प्लोषिष्यति भवति कृष् अपि क्रोशिष्यति भवति सम्यक् क्रोशिष्यति इति समीचीनं भगिनि धन्यवादः धन्यवादः सेट् इति उक्तम् अतः अस्माकं कृते सरलमासीत् न उक्तं चेत् एव क्लेशः उषा भगिनी अस्तु भगिनि. विशिष्टाः सेटः उदुपददातवः. कुटादिगणीयाः सेट् उदुपददातवः. गाङ्कुटादिभ्यो अणिन् गाङ्कुटादिभ्यो निन्नित् ओके इत्यनेन कुटादिगणीयेभ्यः धातुभ्यः ङित् णित् भिन्नप्रत्ययः ङित्वत् भवति. अतः एभ्यः धातुभ्यः ङिति च इत्यनेन गुणनिषेधः भवति. अस्तु, वयं तद् जानीमः. कुटादिगणे अपि च कुटादिगणधातुभ्यः ङित् ङित् भिन्नप्रत्ययः ङित्वत् भवति. गुज इति धातु शब्दे गुजशब्दे गुजिष्यति. लृटि लृटि प्रथम एकवचनम् अस्तु. गुजिष्यति गुणा नास्ति इत्यनेन गुजिष्यति. दिस् इस् नेक्स्ट् धातु. पुट संश्लेषणे पुटिष्यति. मुट मुटिष्यति. तुट तुटिष्यति. चुरुट चुरुटिष्यति. लुट लुटिष्यति. गुट गुड गुडिष्यति. पुट पुड पुटिष्यति. शुड संवरणे पुट उत्सर्गे पुट उत्स पुड उत्सर्गे पुटिष्यति. उत्सर्गे ओके उत्सर्गे चेतने कलह. ओके ओ ऐ डिन्ट् रीड् द मीनिङ्ग्. पुड उत्सर्गे पुटिष्यति. शुड संवरणे शुडिष्यति. स्फुड संवरणे स्फुडिष्यति. वृड संवरणे वृडिष्यति. क्षुर छेदने चुरिष्यति. स्फुर सञ्चलने स्फुरिष्यति. कुच प्राङ्कोचने कुचिष्यति. कुट कौटिल्ये कुटिष्यति. स्फुट विकसने स्फुटिष्यति. त्रुट छेदने त्रुटिष्यति. छुट छेदने चुटिष्यति. जुट बन्धने जुटिष्यति. गुट प्रतिघाते गुटिष्यति. कुड बाल्ये कुटिष्यति. तुड ताडने तुटिष्यति. स्थुड संवरणे स्थुडिष्यति. चुड संवरणे चुडिष्यति. क्रुड निज निमज्जने क्रुड निमज्जने क्रुडिष्यति. गुरी उद्यमाने गुरिष्यति. स्फुल सञ्चलने स्फुलिष्यति. ओके इदानीं दिस् ऐ विल् रिमेम्बर् ऐ गेस् स्मरिष्यामि न स्मृ खलु स्मरिष्यामि वा स्मरिष्यामि एव भवती स्मरिष अहं स्मरिष्यामि अहं स्मरिष्यामि उकार उद् उपदधातवः वयं जानीमः. कुडादिगणधातुभ्यः गुणा नास्ति. सो ईडागम अस्ति एण्ड् देन् वर्णमेलनमेव. ओके अस्तु भगिनि, सेट् अग्रे पठामि वा भगिनि? सेटः ऋदुपदधातवः. ए सेट् धातवः ऋदुपदाः, तेषां पुगन्तलघुपदस्य च इत्यनेन उपदा गुणः भवति. वृष् योगः इष्यति. पुगन्तलघुपदस्य च वर्ष् योगः इष्यति, वर्षिष्यति. एवमेव हृष् हर्षिष्यति. विशिष्टाः सेटः ऋदुपददातवः. कुटादिगणीयाः सेट् ऋदुपददातवः. गाङ्कुटादिभ्योङ्गिण्यन् इत्यनेन कुटादिगणीयेभ्यः धातुभ्यः ङित् ङित् भिन्नप्रत्ययः ङित्वत् भवति. अतः एभ्यः धातुभ्यः ङिति च इत्यनेन गुणनिषेधः भवति. कुड् कुड द्वन् क्रीड क्रीड क्रीड गणद्वे क्रीड गणत्वे गण इति सालिड् इति अर्थः वा कुड सो दृढ् योगः इष्यति, गुणनिषेधः अस्ति इत्यनेन क्रीडिष्यति, क्रीडिष्यति सालिडिफै क्रिड् टिकन् ओके क्रीडिष्यति दृढं करोति इति दट् सीम्स् दट् बट् सो दिस् इस् क्रीड क्रीडिष्यति भयं निमज्जने नाट् ब्रिङ्ग् ब्रिड ब्रिड ब्रिड निमज्जने ब्रिड ब्रिड् योगः इष्यति गुण नास्ति इत्यनेन ब्रिडिष्यति अस्तु अथवा तत् बर्डिष्यति इति किमपि भवति ब्रिडिष्यति ब्रिडिष्यति क्रीडिष्यति एतदपि तुदादिगणीयः एव दृश्यते आम् तुदादिगणे कुटादि तदेव उक्तं खलु सर्वे तुदादिगणीयाः अस्तु अस्तु सम्यक् ब्रिडिष्यति क्रीडिष्यति समीचीनं भगिनि धन्यवादः महोदय अनुवर्तते वा तृतीयः भुवादिगणात् आरभ्य क्र्यादिगणपर्यन्तं सर्वेषां वेटाम् अनिटां च हलन्तधातूनां ऋट्लकारस्वरूपसिद्धिः वेटाम् अनिटां हलन्तधातूनां हलन्तदातवः आधिक्येन सेटः यथा जानीमः हलन्तधातुषु द्व्यधिकशतदातवः अनिटः सन्ति तेषां ऋट्लकाराणि रूपाणि अधुना साधयिष्यामः हलन्तधातुषु सप्तत्रिंशत् दातवः वेटः सन्ति तेषु चतुर्दशदातवः ऊदितः अष्टदातवः रदादयः अपि च एकः निर् उपसर्गपूर्वक कृषिदातुः येषामपि सर्वेषां वेटां धातूनां लुट्लकाररूपाणि अधुना साधयिष्यामः मनसि भवेत् यत् अङ्गकार्याणि यदा समाप्तानि तदैव सन्धिकार्यं करणीयम् अन्यच्च येषां धातूनाम् उपादायां वर्गीय अनुनासिकवर्णः इत्युक्ते कस्यचित् वर्गस्य पञ्चमसदस्यः वर्तते अङ्गकार्यात् प्राक् प्रथमं कार्यमस्ति यत् अस्य उपदावर्णस्य परिवर्तनं करणीयं यदा भञ् धातुः भञ् गच्छति तत्र ञकार अस्ति इदानीं तत्र मूले तत्र भञ् गच्छति नकारः तस्य उपदावर्णस्य परिवर्तनं करणीयं भञ् इति अस्ति अत्र भञ् मूले नकारः आसीत् इति खलु अकृतव्यूहः पाणिनीयः आम् अकृतव्यूहः पाणिनीयः तत्र अग्रे अञ्ज् गच्छति अत्रापि अञ्ज् नकारः तञ्ज् नकारः यत्र सर्वत्र इति एतत्तु वेट अनिट् धातुः खलु अस्तु कवर्गान्तदातवः कवर्गान्तदातवः धातोऽन्ते यः ककारः खकारः गकारः घकारः भवति तत् सति इत्यस्य सकारस्य प्रभावेन हरिच इत्यनेन ककारादेशः भवति चत्वसन्धिः इति यदुच्यते अत्र तादृश एक एव धातुः अस्ति ठक् धातुः ठक् धातुः अनीट् अस्ति बाकि अन्ये सर्वे अस्माकमावल्यां आदौ आसीत् खलु एक एव अस्ति अतः शक् योगच्छति अत्र शक् शक् गच्छति अत्र शक्ष्यति षडो क्षम्यतां आगच्छतु क्षम्यतां शक् करिच खलु तदेव उक्तं खलु ओ तत्र क्ष इत्यस्य विषये वदति वा तद् आदेशप्रत्ययोः एव आदेशप्रत्ययः खलु शक्ष्यति शक् इति भवति तत्र आदेश इति सकारः खलु इन्कोः एव तत्र सत्यम् अत्र करिचैतन्येन तत्र यद्यपि शक् अस्ति करिचैतन्येन चर्त्वं किमपि नास्ति तत् तदेव रूपं परिवर्तनं परिवर्तनं नास्ति केवलं पर्जन्यवत् करणीयं पर्जन्यवत् करिच जल् स्थाने चरादेशः भवति खरि परे इति अनुवर्तसूत्रमस्ति जलां चर् खरि च संहितायां चवर्गान्तदातवः तत्र अनिट् चकारान्तदातवः दातवन्ते यः चकारः तस्य स्यति इत्यस्य सकारस्य प्रभावेन कुत्वं चोः कुः इत्यनेन कवर्गादेशः भवति तथा पच् वच् रिच् विच् सिच् मुच् एते चकारान्तदातवः सन्ति ये अनिटः अतः पच् योगस्यति पक् योगस्यति अनन्तरं पक्ष्यति चो करिचैतनेन तत्र तथैव तिष्ठति पक्ष्यति इति भवति वच् तत्रापि चोः कुः अनन्तरं करिचैतनेन तत्र ककारस्थाने ककारादेशः वक्षति वक्षति इति अस्ति रिच् अस्ति रिच् योगस्यति तत्र रेच् योगस्यति रेक्षति इति भवति रेक्षति इत्यत्र अत्रापि अत्र रेक्षति रेक्षति तदेव सत्यमेव महोदय सम्यक् एव विच् विच् तत्रापि विच् इत्यस्य वेच् अनन्तरम् उपगन्तरघुपतिनेन वेच् वेक् योगस्यति अनन्तरं करिच् तत्त्वं पूर्वं खलु तत्र तत्त्वं तृतीयपादे तत्त्वं करीच खलु करीच इति तत्त्वमिति इन्कोः तृतीयपादे प्रत्ययोगो तृतीयपादे अस्ति खलु तृतीयपादे पश्यामि मातु आदेशप्रत्ययोः तृतीयपादे चिन्तयामि तत्त्वं क्षति मोक्षति इति सर्वत्र चोगुः आदेशप्रत्ययो अत्र किमपि कार्यं तत्र तत्र चकारस्य स्थाने तत् सर्वत्र कर्व तत्र चर्वर्ण एव भवति खलु तत्र वच् इति चकार अस्ति इति कृत्वा ककार एव भवति सत्यं तत्र किमपि कार्यं नास्ति तदा परन्तु श्रमः चोः कुः सवर्गस्य स्थाने कवर्गादेशः भवति जलि पदान्ते च अनुवर्तिसहितसूत्रमस्ति चोः कुः जलि पदस्य अन्ते च इति जलिपरे अपि च पदान्ते विद्यमानस्य चकारस्य कुत्वं भवति इति समीचीनं चवर्गस्य कवर्गादेशः भवति वेट् चकारान्तदातः ऊदितः तञ्चु इति अस्ति तञ्चु इति अस्ति तञ्चु इति वेट् अस्ति तञ्च गच्छति अत्र अकृतव्यूहः पाणिनेः इत्यनेन नकारः करणीयं मूल्यनकारः तञ्च तञ्च गच्छति नकारस्य इदानीं चोः कुः इति सूत्रम् इत्युक्ते अत्र द्वितीयपादे अस्ति इति कृत्वा आदौ भवति तङ्क् योग तङ्क् योगस्यति अनन्तरं नकारस्य नश्च पदान्तस्य जलि इत्यनेन तत् नश्च जलि इत्यनेन अनुस्वारः भवति तङ्क् योगस्यति अनन्तरम् अनुस्वारस्य परसवर्णः इत्यनेन तत्र परसवर्णः भवति नकारः गवर्गीयनकारः तत्र जति खलु तत्रापि तङ्क्षति अत्रापि तत्त्वं भवति खलु तत्र भवति एव खलु ककारः अस्ति अन्ते न दत्तम् अत्र किमर्थं न दत्तं न भवति वा किमर्थं न भवति न भवति एव किमर्थं तत्र न दत्तम् इति अस्तु अस्तु परन्तु इदानीं अनिट् अनिट् इति रूपम् वदतु भगिनि अकृतव्यूहः कुत्र भवान् तद् भवती उक्तवती अकृतव्यूहः पाणिनीयः तत्र तञ्च् इत्यत्र तत्र किमर्थं नकारः मूले नकारः आसीत् शिष्यमाणः नकारः निमित्तं तादृशं तत् कार्यं न कर्तव्यम् इति. ओ अस्तु अस्तु, तद् तद् एव स्वीकृतं. परन्तु एतत्तु वेट् धातुः अस्ति, अग्रे अस्ति खलु, अग्रे अग्रे दत्तं वा? तञ्च इच्छति इच्छति खलु. इदानीं वेट् इत्यस्य इदानीम् अनिट् रूपं साधितम् अस्माभिः, तञ्चति इति इदानीं सेट् रूपम् अस्ति तत्र तञ्चिव इष्यति. तत्रापि नकारः अनन्तरं नश्च पदाञ्जलि अनुस्वारसेहि परस्वर्ण तञ्चिष्यति. अत्र कुत्वं न भवति, किमर्थमिति तत्र इति कृत्वा तञ्चिष्यति इति भवति. तत्र तञ्चिष्यति तत्र किं तङ्क्ष्यति तङ्क्ष्यति तङ्क्ष्यति क्ष्यति तत्रापि क्ष्यति एव भवति. आमां समीचीनं, हिन्कोः खलु तदा सकारक. आम् हिन्कोः सम्यक्. आं तदेव न दत्तम्, एतत् परिचितानि सूत्राणि एव, चोहोपुः नश्चापदान्तस्य जलि अनुस्वरस्य एव. धन्यवादः महोदय. अरुणा भगिनी व्रञ्च् पठति वा? व्रश्च न तु व्रञ्च्, व्रश्च धातुः व्रश्च व्रश्च. व्रश्च धातुः वेट् अस्ति, व्रश्च योगस्यति, कोः संयोगाद्योरन्ते च सूत्रेण सकारलोपः भवति. तदनन्तरं व्रश्च व्रश्च सृज मृज यज राज व्राज च शशांसः इत्यनेन चकारस्तात् शकार मूर्धन्य शकार आगच्छति. तदनन्तरं षडोकः सि इति सूत्रेण ककारः सकारस्थाने ककारः भवति. वृक् आदेशप्रत्ययोजन सत्त्वमपि भवति. वृक्षी भवति भगिनि, वृक्षिष्यति. इकारः नास्ति खलु, रूपद्वयं, प्रथमरूपे इडागमः नास्ति. आम् रक्ष्यति, रक्षति, व्रश्च खलु, व्रश्च व्रश्च. तत्र यदा उक्तं तत्र षकारस्य लोपः व्रच्च, इदानीं तत्र व्रश्च व्रश्च इत्यनेन षत्वम्, अतः व्रश् स्यति. अनन्तरं षडोः कहसि इत्यनेन व्रक् स्यति. व्रक् स्यति करीच इत्यस्य तु कार्यं नास्ति, परन्तु आदेशप्रत्ययोः इत्यनेन षत्वं रक्ष्यति. रक्ष्यति वक्षिष्यति अपि रूपं भवति. संयोगाद् कोः संयोगाद्यन्तो अन्ते च सूत्रेण संयोगस्य प्रथमसदस्य सकारः ककारः वा चेत् संयोगस्य प्रथमसदस्य लोपो भवति, न तु द्वितीयसदस्यस्य झलिपदान्ते च. सकार च ककार च तयोः इतरेतरद्वन्द्वः स्कोः स्कौ तयोः स्कोः संयोगस्य आदिसंयोगादि तयोः संयोगाद्यौ षष्टि तत्पुरुषः संयोगान्तस्य लोपः इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः जलो झलि इत्यस्मात् झलि इत्यस्य अनुवृत्तिः पदस्य इत्यस्य अधिकारः अनुवृत्तिसहितं संयोगाद्यो स्कोः लोपः जलि पदस्य अन्ते च. अत्र दत्तं संयोग अस्ति प्रथमसदस्य शब्दे सकार ककार अस्ति चेत् तस्य लोपः भवति प्रथमसदस्य सकार ककार एव निमित्तमस्ति जलि वा पदन्ते च. तदनन्तरं व्रश्च व्रश्च सृज मुज यज राज च शशांसः वयं जानीमः व्रश्च ब्रश्च सृज मृज यज राज ब्राज चकारान्तः षकारान्तः चेषां धातूनाम् अन्तिमवर्णस्थाने षकारादेशो भवति जल्लि पदान्ते च. अनुवचयितं सूत्रं व्रश्च ब्रश्च सृज मृज यज राज च सह जलि पदस्य अन्ते च. अन्यसूत्रमस्ति षडोः कः सि षकारस्य ढकारस्य च ककार आदेशो भवति सकारे परे. चुनास्तु इत्यस्य अपवादः षश्च ठश्च तयोः इतरेतरद्वन्द्वः षडौ तयोः षडौ षडोः षडोः षष्ट्यन्तं कः प्रथमान्तं सि सप्तम्यान्तं त्रिपदमिदं सूत्रं सूत्रं स्वयं सम्पूर्णं षडोः कः सि. अनित् अपि पठतु भगिनि. अनित् चकारान्तदातवः प्रच्छ धातुः प्रच्छ धातुः अनित् अस्ति श्वोः षुडननासिके इत्यनेन स्वत्वं भवति. तदनन्तरं व्रश्च ब्रज सृज मुज यज राज ब्राज च शशांसः इत्यनेन स्वत्वं भवति. अदेव तत् वाक्यमस्ति प्रच्छ योगास्यति चोः षडनासिके च इत्येन षकारः भवति. तदनन्तरं षडोकः इत्यनेन षकारस्थाने ककार आगच्छति. तदनन्तरं भगिनी अनेक इकार केन सूत्रेण अनिट् ओके षडोः हसि न न तत्र श्वोः स्थाने श प्रशस्यति. इदानीं रश्च ब्रश्च इत्यनेन षकारस्य स्थाने मूर्धन्यषकारः ताळव्यस्य स्थाने मूर्धन्यः प्रशस्यति. षकारः अस्ति षकारः अस्ति अतः ककारः प्लक् स्यति. इदानीं तत्र आदेशप्रत्ययोः प्रक्ष्यति ञकारान्त पठामि भगिनि. ञकारान्त बहु किमपि अस्ति भगिनि तद् प्रायः अग्रिमसप्ताहे अनुवर्तयामः. अनित् चकारान्तपर्यन्तम् अद्य कृतवन्तः. चकारान्तधातुः आरभ्य अग्रिमसप्ताहे कुर्मः विशिष्टचकारान्त. एतस्मात् अनन्तरं प्रायः सर्वाणि परिचितसूत्राणि एव आगच्छन्ति. तावत् तावदेव अस्ति अस्मिन् पाठे. एतद् आदौ यद्वयं पठितवन्तः तदेव मुख्यं. तद् सप्त वा नवसूत्रमासीत् खलु विशिष्टसूत्राणि इति, तदेव मुख्यमासीत्. समीचीनम्. अग्रिमसप्ताहे अनुवर्तयिष्यामः. धन्यवादः. धन्यवादः भगिनि. धन्यवादः महोदय.